अतः अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतं. विषयः अस्ति प्रेरणार्थे निज् अजन्त विशेष अजन्तदातवः इति विषयः अस्ति. गतवर्गे अस्माकं प्रमुखवर्गे प्रश्नद्वयम् आसीत्, तस्मिन् विषये करपत्रे किञ्चित् परिवर्तनं जातं. तस्मिन् विषये पुनःस्मरणम् अथवा पुनः एकवारं पठामः. अत्र प्री इति धातुः अस्ति, प्री तर्पणे इति धातुः अस्ति. अत्र मणिमहोदय प्राप्तं वा, पठति वा प्री धातुः? अस्तु महोदय, पठामि. प्री धातुः प्री तर्पणे अर्थः प्रीतिं करोति, प्रसन्नं करोति, नृत्तं करोति. चुरादिगणे प्रीणयति, प्रणयति. विकल्पेन च निच् अभावे प्रयति, प्रयते. क्रियादिगणे प्रीणाति, प्रीणीते. अत्र तर्पणे इति अर्थेन तत्र दत्तं. चुरादिगणे रूपम् अस्ति प्रीणाति, आत्मनेपदिपमपि अस्ति प्रीणयति इति. विकल्पेन निच् अभावे प्रयति अथवा प्रयति इति. क्रियादिगणे प्रीणाति, प्रीणयते इति दत्तम्, इति भवति इति दत्तं. धूञ् रुञ्जोर् नुग् वियवः धुञ् प्रियोर् नुक् वक्तव्यः. धुञ् प्रियोर् नुक् वक्तव्यः. इदानीं क्षमिकोमसि महोदय. इति वार्तिकं. निचिपरे धू प्रि इति धातोः नुक् आगमः. धू धातुः इति अग्रे उकार ऊकारान्त अन्तेषु दृश्यताम्. निकि इक् यु इत् उतनयोः इत् सम्यक् लोपः च न एव अवशिष्यते. प्रीञ् योः निञ्च् प्री योः नुक् योः इ प्रीणि इति निजन्तदातुः तिङ्गन्तरूपं प्रीणयति इति रूपं भवति. अनन्तरं प्रि इति धातोः नुक् अहमः इति अस्ति. द्वौ धातुः अनन्तरम् उकारन्त धातूनां क्रियते. तत्र दत्तं पश्यामः इति दत्तं, दृश्यामः इति दत्तम्. अत्र ककारः उकारः लोपस्य अनन्तरं न एव अवशिष्यते. प्रियोः निच् योः प्रियोः नुक् योः इ प्रीणि इति निजिन्दरूपं तिङ्गन्तरूपं प्रीणयति इति भवति महोदय, इति दत्तं महोदय. सत्यं सत्यं, समीचीनं. वस्तुतः अत्र गतवर्गे तत्र किम् आसीत् इति चेत् अत्र प्रीणयति अपि च प्राययति इत्यपि एकं रूपं दत्तमासीत्. चिरादिगणे प्रीणयति, प्रीणयते, प्राययति, प्राययते इत्यपि दत्तमासीत्. तदर्थं प्रश्नः आसीत्, तर्हि तादृशरूपद्वयं सम्भवति चेत् तत्र द्वि प्रियोर्नुग् वक्तव्यः इति विकल्पेन भवति वा इति प्रश्नः आसीत्. तर्हि अत्र द्वि प्रियोर्नुग् वक्तव्यः इति वार्तिकं तु नित्यरूपेण एव भवति, न तु विकल्पेन. तदर्थम् अत्र प्राययति इति रूपं नास्ति. प्रियतर्पणे इति धातोः प्राययति इति रूपं नास्ति, अतः तत्र प्राययति इति इदानीं निष्कासितमस्ति. तादृशरूपम् अत्र नास्ति, परन्तु प्राययति इति रूपम् अन्य प्रीङ् इति धातुः अन्यधातुः अस्ति, तस्य कृते तु प्राययति इति रूपं भवति इति अत्र विषयः अस्ति. अस्तु, धन्यवादः. त्यक्त्वा इदानीं कर्षिं कृतवान्. तत्र प्रायति इति रूपं निष्कासितम् अपि च स्पष्टीकृतम्, अत्र विकल्पेन नास्ति, नित्यरूपेण एव अस्ति. यतोहि वार्तिके किमपि न उक्तं खलु, विकल्पेन इति किमपि न उक्तम्, अतः नित्यरूपेण एव अस्ति. अतः प्राययति इति अत्र दोषपूर्णरूपम् अत्र दत्तम् आसीत्, इदानीं निष्कासितम्. अस्तु, धन्यवादः महोदय. अस्तु, तर्हि अग्रे पुष्पभगिनी अग्रे पठति वा? अत्र कुतः इति चेत् इन् इक् धातु ततः अग्रे. इम् इक् धातु, इन् इक् धातु. I thought I just finished pre. Okay. इकारान्तदातूनां दत्ताम् अनन्तरं अनन्तरम् अग्रे अग्रे सेक्शन् 9 नवमः बिन्दुः धातु इन् गतौ अदादिगणे लटि पति एति लटि एति इतः यन्ति इत्यादीनि रूपाणि लटि एति इतः यन्ति ओके नौ गमिरभूमिने निचिपरे यन् इन् धातुः गत्यर्थे न तु बोधनार्थे चेत् गम् इति धात्वादेशः भवति न बोधनम् अबोधनं नै तत्पुरुषः तस्मिन् अबोधने गमिपदे इकारः उच्चारणार्थं नौ सप्तम्यन्तं गमिः प्रथमान्तम् अबोधने सप्तम्यन्तं त्रिपदमिदं सूत्रम् इनो गा लुञ् इत्यस्मात् इनः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अबोधने गणः गमिः नौ अत्र इक् इण् इक् धातु विषये दीयते इन् इति गतौ इति अदादिगणे अस्ति इन् गतौ माने अशन्ते माने गतौ इत्यर्थ अर्थान्त गत्यर्थः इति अर्थः गत्यर्थः गत्यर्थः क्षम्यतां क्षम्यतां दिस् इस् मेकिङ्ग् मी टु मच् लाङ्ग् ऐ एम् सारि नौ गमिरबोधने तत् सूत्रं वदति द्वितीय अध्याये तृतीय चतुर्थपादे षड् षड् चत्वारिंशत् त्रिंशत् सूत्रं निचिपरे इन् धातुः गत्यर्थे न तु बोधनार्थे चेत् हा इन् धातुः गत्यर्थे नास्ति बोधनार्थे न न गत्यर्थे अस्ति न तु बोधनार्थे हा गत्यर्थे अस्ति न तु बोधनार्थे अस्ति बोधनार्थे नास्ति चेत् गम् इति धात्वादेशः भवति अस्तु न बोधनम् अबोधनम् इति वदति तत्तु तद् तद् नै तत्पुरुषः तस्मिन् इति वदनेन अबोधने इति आगच्छति सप्तमी नै तत्पुरुषः न सप्तमी नै तत्पुरुषः सप्तमी विभक्तौ अस्ति परन्तु नै तत्पुरुषः तत्पुरुषः अस्तु अस्तु सप्तमी विभक्तिः अस्ति गमिपदे इकारः उच्चारणार्थं गमिपदार्थः इति भवेत् अर्थः अत्र द्वितीया विभक्तिः अस्ति न तथैव न कोऽपि कोऽपि नौ सप्तम्यन्तं गमिः प्रथमान्तं तत् अबोधने सप्तम्यन्तं त्रिपदमिदं सूत्रम् इणो गा लुणि इति अन्यत् सूत्रं चतुर् न पञ्च चत्वारिंशत् सूत्रम् इत्यस्मात् इणः इत्यस्य अनुवृत्तिः आगच्छति अनुवृत्तिसहितसूत्रम् अबोधने इणः गमि नौ अत्र नौ गमिरबोधने तत्तु गमिः अबोधने समीचीनं भगिनि सम्यक् अस्ति अग्रे अरुणा भगिनी पठति वा आं भगिनि इत् गत्यर्थे वहनिच् नौ गमिरबोधने इत्येन गम् इति धात्वादेशः गम् योगः इ गम् इति अमन्तः इत्यस्मात् जनिजृष्वान्नसुरञ्जो अमन्ताश्च इति गणसूत्रेण मित्संज्ञा भवति. अत उपादायाः इत्यनेन उपादाया अथ वृद्धि निति निति प्रत्ययपरे गम् गां योगः इ मितां ह्रस्वः इत्यनेन मित् धातूनाम् उपादायाः स्वरः ह्रस्वः गमि इति निजन्तधातुः गमयति. अत्र सूत्र प्रयुज्य इन् इन् धातोः धातोः निजन्तरूपं प्रकरण इन् गत्यर्थे अर्थे एव निच् प्रयोजनं कर्तुं शक्यते, न तु बोधनार्थे. नौ नौ गमीरबोधने इति सूत्रेण गम् इति धात्वादेशः आगच्छति. गम् योगः इ गम् गम् इति अमन्त अत्र मकार अस्ति, ततः मित् संज्ञा भवति. केन सूत्रेण जनिजुष्वानुसरञ्जो मन्तश्च इति गणसूत्रेण मित् संज्ञा भवति. ततः अत उपादायाः इत्यनेन उपादायाम् अत वृद्धि भवति. निति निति परे गम् ततः गम् गां भवति प्रथमम्, अत उपादायाः सूत्रेण वृद्धि भवति. परन्तु मितं मित् मित्संज्ञा अस्ति चेत् मितां ह्रस्वः इति सूत्रेण उपादायः ह्रस्वः भवति, स्वरस्य ह्रस्वः भवति, गमि इति रूपं भवति. गमि इति निजन्तधातुः, सनन्तधातुः. सनन्तधातोः इति सूत्रेण गमि योगः शप् योगः इति गम् अत्र गमि गुणः भवति शप् सार्वधातुकार्धधातुः सूत्रेण. तदनन्तरम् एचोयावयवसूत्रेण गमयति इति रूपं निष्पन्नं भवति. हा, बहु समीचीनं भगिनि, बहु सम्यक्. तर्हि अग्रे सरला भगिनी पठति वा? प्रति उपसर्गपूर्वकः इन् धातोः बोधनार्थे भवति. प्रतियोग इ योग रिच् अचोञ्जनति इत्यनेन वृद्धि. प्रति ऐ योग इ एचोयवायाव इत्यनेन आय आदेश. प्रतियोग आय योग इ प्रति आयि इकोयाचि इत्यनेन यण आदेश. प्रत्यायि प्रति ऋजन्तधातु प्रत्यायति. यदि एन् धातुः अस्ति तस्य पूर्वं प्रति उपसर्ग यदि योजयामः प्रक्रिया किं भवति? प्रतियोग इ तदनन्तरम् अचोञ्जनति आगत्य तस्य वृद्धिः भवति, कारणकी रिच् आगच्छति. तो इकारस्य वृद्धिः भूत्वा ऐ हो भवति. प्रतियोग ऐ योग इ इदानीम् एचो व्यवायाव अनेन आय आदेश भवति. सो प्रतियोग आययोग इ भवति. इदानीं प्रतियोग आय तत्र एकोयणचि सूत्रेण यणसन्धि भवति. सो प्रत्याय योग इ भवति. सो प्रत्यायी इति नूतनधातु निष्पन्नं भवति. सनात्यन्तधातव इति सूत्रेण संज्ञा धातुसंज्ञा आगच्छति. तदनन्तरं प्रत्यायी योग शप् योगति आगच्छति. सावधातु आदुधातकयो अनेन प्रत्याये. तदनन्तरम् एचोवयायवनेन अय आदेशः भवति. सो प्रत्यायति इति क्रियापदं भवति. सो ऋजन्तरूपम् आगच्छति. प्रत्यायी इति भवति बोधनार्थे. यदि पूर्वं वयं दृष्टवन्तः यदि सत्यार्थे अस्ति तत् गम् आदेशः भवति. सो गमयति भवति. किन्तु बोधनार्थे यदि धातो उपयोगं कुर्मः तत्र प्रत्यायति इति ऋजन्तरूपं भवति. सत्यम् अग्रे भगिनि. एवं प्रत्यय इति शब्दबोधनार्थे प्रतियोग ईयोग प्रत्यय यदि सामान्यतया प्रत्यय शब्दं उपयोगं कुर्मः तस्य कथं निष्पन्नं भवति, कथं निष्पन्नं भवति प्रति उपसर्ग पूर्व धातु आगच्छति तदनन्तरम् अच् आर्धधातुकधातुः अस्ति. सो सार्वधातुक आर्धधातुक अनेन इकारस्य गुणसन्धि गुण आगच्छति आदेशरूपेण. सो ए भवति सो प्रतियोग ए योग अच् तदनन्तरम् ए अयोमध्ये इच्छोवयाव अनेन अय आदेश भवति. तत्र भवति प्रतियोग ए पूर्वं प्रतियोग इ प्रत्यय सन्ति भवति सो प्रत्यय इति आगच्छति. सत्यम् अग्रे अपि पठतु. इक् धातुः इक् स्मरणे अदादिगणे नित्यम् अधि उपसर्गपूर्वक लटि अध्येति अधीत अध्ययन्ति इत्यादीनि रूपाणि. अदादिगणे एण् धातुः अस्ति अपि इक् धातुः अस्ति. इक् धातुः तस्य अर्थं स्मरणे भवति किन्तु सदा नित्यम् अधि उपसर्ग योजित्वा तस्य उपयोगं भवति. सो लट्टि भवति अध्येति कारणकी इति टिप् अस्ति. सो गुणं भवति अध्येति अधीत प्रथमपुरुषे द्विवचने केवलं वर्णमेलनं भवति. सो अधि योग इ समानाधिकसन्धि सन्धि आगत्य अधीत भवति. अध्ययन्ति तत्र अन्ति अजादि अस्ति अपि तत् गुणसन्धि भूत्वा रयणसन्धि आगत्य अध्ययन्ति इति भवति इत्यादि ते रूपाणि प्रथमपुरुषे भवति. केन पुत्रेण यण् सन्धिः? इको यणति वस्तुतः तत्र इकोयणचि इति नास्ति, तत्र इणोयण् इति सूत्रेण भवति. इणोयण् अस्तु. सो इकारस्य स्थाने यकार आदेशः भवति. अग्रे अत्र एव दत्तमस्ति करपत्रे. महोदय एकः प्रश्नः अत्र द्विवचने अधितः अत्र कथं भवति महोदय? सन्देहः अस्ति मां न जानामि. हा सरला भगिनि वदतु. अधि अधि उपसर्ग इ धातु योगतः सो अधि योग इ इति समानसन्धिः भवति. अधि भवति अधितः इति आगच्छति. ओ इ अपि मेलनं इ धातु अस्ति न इक् इति धातुः अस्ति. अस्तु भगिनि समीचीनं धन्यवादः. अग्रे लक्ष्मी भगिनी पठति वा? नमस्ते भगिनि, अद्य केवलं शृणोमि. ओ एवं वा, अस्तु तर्हि अत्र मणिमहोदय पठतु. अस्तु महोदय. इन् इन् वतिकः इति वार्तिकेन इक् धातोः इन्वद्भावः अनेन इन् धातोः येन केनापि सूत्रेण यत् किमपि कार्यं भवति तनैव सूत्रेण इक् धातोः तेन एव इति सूत्रेण इक् धातोः अपि तदेव कार्यं भवति. अतः इनोयन् इत्यनेन अजादिप्रत्ययः प्रत्यये परे यन् आदेशः इक् धातोः अपि भवति. अत्र नौ गमीरबोधने इत्यनेन निचि परे गत्यर्थे अबोधने गम् इति धात्वादेशः इक् धातोः अपि भवति. गदिः इत्यस्य चत्वारः अर्थाः गमनं ज्ञानं प्राप्ति मोक्षः च. बोधनार्थे इत्युक्ते ज्ञानार्थे ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गमादेशः इति तात्पर्यम्. इक् धातुः स्मरणार्थे अस्ति. माता वदति यत् व्याकरणक्षेत्रे स्मरणं ज्ञानार्थः नास्ति. काशिकायां च दत्तमस्ति यत् इन्वधिक इत्येव अधिगमयति. नाम इन्वधिकः इति वार्तिकस्य बलेन एव गम् आदेशः अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः इति न. अस्तु, इति इन्वधिकः इति वार्तिकेन यदा कार्यं भवति इन् धातोः मध्ये तदेव अत्रापि तेन सूत्रे वार्तिकेन इक् धातुः अपि कार्यं भवति इति अत्र दत्तम्. इनो इन् अपि अजादिप्रत्ययः आदेश यन् आदेशः इक् धातुः अपि अत्र नौ कमीरबोधने इति निचिपरे गत्यर्थ गम् इति धात्वादेशः इक् धातुः अपि तदेव गमीरबोधने इति सूत्रेण गम् आगच्छति इति दत्तम्. चत्वारः गतिः इत्यस्य चत्वारः अर्थः भवति गमनं ज्ञानं प्राप्तिः अनन्तरं मोक्षः इति चत्वारः अर्थेन भवति. अत्र बोधनार्थे इति अस्य अर्थः अत्र ज्ञानार्थे ज्ञानार्थम् आदृश्य अपरेषु अन्य अर्थेषु अपि भवति इति चेत् अपि अत्रापि गम् आदेशः इति दत्तम्. इक् धातोः स्मरणार्थे अस्ति. माताजी वदति स्मरणं ज्ञानार्थं न अर्थः ज्ञानार्थः इति नास्ति, परन्तु काशिकायां दत्तम् इन्वतिक इत्येव अधिकम इति भवति. परन्तु इक् धातोः गम् आदेशः इति एकनिमिषं महोदय काशिकायां दत्ति इन्वधिकः इति एव अधिगमति इति अर्थेन भवति. इन्वधिकः इति वार्तिकेन एव गम् आदेशः इति तस्य बलेन एव इति भवति इति काशिकायां वदति. सत्यम् इत्युक्ते अत्र नौ गमीरबोधने इति सूत्रेण गत्यर्थे अस्ति चेत् गम् आदेशः भवति इति उक्तम्. तर्हि तत्र गत्यर्थः इत्यस्य अर्थः कः इति चेत् गतिः इत्यस्य चत्वारः अर्थाः सन्ति. तत्र गमनम् इति अपि भवितुमर्हति, ज्ञानं प्राप्तिः अथवा मोक्षः. तर्हि अत्र गम् आदेशः कदा भवति? यदा गत्यर्थकधातुः गमनम् इत्यस्मिन् अर्थे अस्ति तस्मिन् अर्थे एव तत्र गम् आदेशः भवति, अपरेषु अर्थेषु गम् आदेशः न भवति इति एव अत्र विषयः अस्ति. परन्तु इक् धातुः तु जानीमः स्मरणार्थे अस्ति, स्मरणार्थे. तर्हि इन्वधिकः इति वार्तिकेन यत्किमपि कार्यं इन् धातोः कृते भवति तादृशकार्यम् अत्रापि इक् धातोः कृते अपि भवति. तर्हि अत्र अर्थं दृष्ट्वा गमादेशः इति नास्ति. अत्र वार्तिकेन उक्तम् इति कृत्वा एव तत्र गमादेशः भवति. यद्यपि इक् धातुः स्मरणार्थे अस्ति तथापि अधिगमयति इति रूपं तु जानीमः ज्ञानार्थे एव अस्ति, तथापि तत्र गमादेशः भवति अत्र वार्तिकस्य बलेन. धन्यवादः महोदय. बट् न सूत्रेण नास्ति नौ गमीर बोधने इति नास्ति. नौ गमीर अबोधने इति सूत्रेण एव भवति, परन्तु वार्तिकस्य बलेन. अत्र सूचयति एक काशिकायां तद् इन्वधिकः इत्यस्य न गम् इति न आगच्छति इति वदति न अधिगमयति इति रूपं कथम् आगतं तत्र? अधि उपसर्गपूर्वकः इक् धातोः अनन्तरं निच् प्रत्ययः अस्ति चेत् इक् धातोः स्थाने गम् आदेशः भवति अत्र वार्तिकस्य बलेन. यद्यपि आगच्छति अवगतं, that last sentence kem vadati akashikayam kim vadati ekamaram drishtami kashikayam cha dattamasti yat invadika इत्येव अधिकम् अधिगमयति नाम इन्वदिकः इति वार्तिकस्य बलेन एव गम् आदेशः अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः इति न इति वदति तत् किं तदेव तत्र इन्वदिकः इति वार्तिकम् अस्ति खलु इन्वदिकः इति वार्तिकं किं वदति तत्र इन् धातोः कृते यत्किमपि कार्यं भवति तादृशकार्यम् अत्रापि भवति तत्र नौ गमीरबोधने इति सूत्रेण गमादेशः भवति गत्यर्थे तत्र तत्र भवति इति कृत्वा अत्रापि इक् धातोः यद्यपि अर्थः भिन्नः अस्ति तथापि इन्वदिकः इति वार्तिकस्य बलेन तर्हि तत्र यत्किमपि कार्यं भवति तथा एव अत्रापि भवतु इति कृत्वा तत्र अधिगमयति इति रूपं सिद्ध्यति यद्यपि सः धातुः गत्यर्थे नास्ति इत्येव विषयः अस्ति. अस्तु अस्तु भगिनि. अस्तु तर्हि भवती एव अग्रे पठतु. अस्तु भगिनि. अधियोगः इक् तं न पठतु. अधियोगः इक् योगः णिच् अधियोगः इ योगः इ इन्वदिकः इति वार्तिकेन इक् धातोः इन्वद्भावः नौ गमिरबोधने इत्यनेन गत्यर्थे गम् इति धात्वादेशः अधियोगः गम् योगः इ अस्तु अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः निति प्रत्ययपरे अधि गां योगः इ योगः इ तत्तु गाम् इति अमन्तः इत्यस्मात् जनि जुरुष्ण सुरञ्जो रञ्जो मास्ताश्च मन्ताश्च इति गणसूत्रेण मित् संज्ञा मितासहस्वः इत्यनेन मित् धातूनाम् उपधायाः स्वरः ह्रस्वः अधियोगः गमि अधिगमि इति नियन्त्रधातो अधिगमयति पूर्वे एकं दीयते न प्रति तद्दीयते तदैव एतद् अधियोगः इक् तद् तत्तु कार्यं करोति तद् तत्तु अधियोगः इक् योगः इक् निच् अत्र अधियोगः इ योगः इ बन्धलोपानन्तरम् इन्वदिकः इति वार्तिकेन इक् धातोः इन्वद्भावः तत्तु नौ गमिरबोधने इत्यनेन गम्यर्थे गम् इति धात्वादेशः भवति अधियोगः गम् योगः इ अत्र अत उपधायाः इत्यनेन वृद्धिः नितिनिति प्रत्ययपरे भवति अधि गाम् इति आगच्छति गाम् इति आमन्तः इत्यस्मात् तत्तु जनीजृष्कनसुरञ्जो मन्ताश्च इति सूत्रेण गणसूत्रेण मित्संज्ञा भवति मितामहस्वः इत्यनेन मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति तत्तु अधियोगः गमि आगच्छति अधिगमि इति निरन्तरधातु अङ्गम् अधिगमयति इति पदम् समीचीनं सत्यं तर्हि अत्र गणसूत्रं तु वस्तुतः प्रथममेव तत्र लेखनीयमासीत् गणसूत्रस्य विषय उल्लेखः इत्युक्ते तत्र अधियोगः गम् योगः इ इत्यस्मिन् सन्दर्भे एव अमन्तः अस्ति इति कृत्वा मित्संज्ञा तदनन्तरम् अतुपदायाः इत्यनेन उपदायाः वृद्धिः तदनन्तरं मितामहस्वः इत्यनेन ह्रस्वत्वम् यतोहि तत्र आदौ यदा गम् इति अस्ति तत्र एव अमन्तः अस्ति इति कृत्वा अस्तु अम् गम् इति अम् आगच्छ सत्यम् अस्तु अग्रे अरुणा भगिनी पठति वा किं भगिनी एकः प्रश्नः अस्ति आहत्य यदि धातो वयं प्रयोगं कुर्मः तस्य अर्थं किमपि भवेत् गमनं ज्ञानं मोक्षय मोदनात् काशिकायां मतेन अधिगमयति इति भवति यदि प्रेणार्थे अस्ति साधु सत्यं तत्र इक् धातोः विषये सत्यं यतोहि माता मातुः मतः भिन्नम् अस्ति भोजनार्थे इति स्मरणार्थे सा ज्ञानार्थे स्मरणम् इति सा न स्वीकरोति मातुः माताजी किं वदति इति चेत् तत्र किं लिखितमासीत् यद्यपि गतिः इत्यस्य चत्वारः अर्थाः सन्ति बोधनार्थे इत्युक्ते ज्ञानार्थे ज्ञानम् अतिरिच्य अपरेषु अर्थेषु गमादेशः भवति इति तात्पर्यम् इक् धातुः स्मरणार्थे अस्ति अतः माता वदति यत् व्याकरणक्षेत्रे स्मरणं ज्ञानार्थः नास्ति तर्हि ज्ञानार्थः नास्ति इति कृत्वा एव तत्र गमादेशः भवति ज्ञानार्थभिन्नस्थलेषु गमादेशः इति तादृशं वदति यतोहि अत्र स्मरणम् इति ज्ञानं नास्ति अतः स्मरणार्थे भवतु गमादेशः भवतु यतोहि ज्ञानार्थे नास्ति अत्र बोधनं सूत्रे तु सूत्रे तु अबोधने इति अस्ति अबोधने इत्युक्ते ज्ञानार्थं तर्हि ज्ञानभिन्नस्थलेषु गमादेशः भवतु अस्तु अवगच्छामि अस्तु अरुणा भगिनी अग्रे महोदय अत्र अमन्तः अमन्तः धातु अमन्तः अस्ति अतः मृदामरस्व कार्यं करोति इति दत्तं तथैव यत्र यत्र अमन्तः धातुः अस्ति तत्र गणभेदः कृत्वा मृदामरस्व कार्यं करोति वा सत्यं सत्यं यम् इति धातुः अस्ति चेत् अमन्तः अस्ति रम् इति अमन्तः अस्ति सर्वत्र यत्र यत्र अमन्तः अस्ति तत्र तत्र मृदामरस्वः भवति धन्यवादः अस्तु अरुणा भगिनी अग्रे आं भगिनि अधुना उकारान्तदातवः ऊकारान्तदातवः च उकार ऊकारान्तदातूनां सामान्यव्यवस्था एव अचो निनति इति सूत्रेण वृद्धिः भवति तदनन्तरं यचो ऐ अव औ आयाव इत्यनेन आवादेशः भवति उदाहरणं अत्र वदति उकारधातूनां कार्यमपि सामान्यं न विशेषकार्यम् अत्र नास्ति प्रथमम् अचोनिनिति सूत्रेण वृद्धिः भवति तदनन्तरं गुणसन्धि वृद्धिसन्धि तदनन्तरं यचो ऐ आयावाः इति सूत्रेण आवादेशः भवति अत्र भूधातु उदाहरणम् अस्ति भूयोगः निच् भू अचो निनिति सूत्रेण वृद्धिः भवति भौ इति भौ योगः हि तदेव यचो अचो अयवायावः सूत्रेण भाव् भाव् प्रथमं भावि भावि तदनन्तरं निजन्तदातुः तिङ्प्रत्यय कर्तृत्वे भावयति इति रूपं निष्पन्नं भवति बहु समीचीनं भगिनि अग्रे अपि पठतु अत्र एक एव अपवादः धूयि कम्पति चुरादिगणे लटि दूनयति दूनयते धवति धवते धूयि धातु विशेषधातु अस्ति अहं चिन्तयामि अर्थः कम्पने चुरादिगणे अस्ति लट्लकाररूपं धूनयति वा धूनयते धवति धवते कथं रूपद्वयं निष्पन्नम् इति जानाति वा अहं न जानामि अहमेव प्रश्नं पृच्छ न अत्र अत्र किमर्थं पृष्टमिति चेत् अत्र चुरादिगणे केचन धातवः केषुचित् न केभ्यश्चित् धातुभ्यः निच्प्रत्ययः नित्यरूपेण भवति कुत्रचित् विकल्पेन भवति अत्र धूयि इति धातुः अपि च प्रिया इति धातुतः निच्प्रत्ययः विकल्पेन भवति अतः यस्मिन् पक्षे निच् भवति तस्मिन् पक्षे दूनयति इति रूपं, यस्मिन् पक्षे निच् प्रत्ययः न भवति तस्मिन् पक्षे भुवादिगणवत् रूपं भवति. धन्यवादः. अहं पश्यन्तं किं भवति कथं भवति इति अहं चिन्तयामि. तत्र निच् नास्ति, अतः दुयोगः शप्योगः ति. तत्र केवलं गुणकार्यं कृत्वा दो अनन्तरम् एचोया वायावः दव दवति इति रूपम्. एवमेव तत्र प्रीधातुः अपि प्रयति. अग्रे पठतु भगिनि. दुइ प्रीङ् प्रीङ् नौ प्रीङ् नौ नुग् वक्तव्यः इति वार्तिकेन निच् परे धुञ् प्रीङ् इति धातोः नुक् आगमः. अत्र धुञ् धातु योगः निच् तत्र धुञ् प्रीङ् प्रीङ् नो नुक् वक्तव्यः इति सूत्रेण नुक् आगमः आगच्छति. नुक् नुक् अत्र ककारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति लोपः. उच्चारणार्थम् इति अहं मन्ये, तदापि लोपः भवति, नकार एव अवशिष्यति. धूयोगः न योगहि धूनि इति निजन्तधातुरूपं सनन्तदातवः इति सूत्रेण सनाद्यन्तदातव इति सूत्रेण धूनि योगः शप् योगः इति धूनि धूने भवति. तदनन्तरं यण् सन्धि धूनयति इति रूपं निष्पन्नं भवति. यण् सन्धि वा नो चेत् तत्र अव्यवृद्धि सर्वदा भ्रम भवति. हा न चिन्ता नास्ति, पूर्वं सम्यक्तया उक्तम्, इदानीं हा चिन्ता नास्ति. अस्तु, भवती जानाति इति अहं जानामि. अस्तु, तर्हि दूनयति इति रूपम् अस्ति, समीचीनम्. अत्र दुय् प्रियोर् नुग् वक्तव्यः इति वार्तिकेन नुग् भवति इति उक्तं, परन्तु कुत्र भवति इति उक्तं वा? न, तर्हि अत्र विशेषः कः इति चेत्, यद्यपि दुय् प्रियोर् नुग् वक्तव्यः इति सूत्रं नास्ति, आर्थिकमस्ति, तत्रापि यतोहि स्पष्टता नास्ति अत्र कुत्र भवति इति न ज्ञायते इति कृत्वा अत्रापि परिभाषासूत्रस्य प्रसक्तिः भवति वार्तिकस्य कृते अपि. ओ, तदेव विशेषः अस्ति अत्र, स एव विशेषः. अस्तु, तर्हि अग्रे सरला भगिनि. अस्तु भगिनि, जागृधातु जाग्रो विच्छन्न लिङ्गत्सु जागृधातोः गुणो भवति रि चिन् लन् इत्येतेषां प्रत्ययानां पर्युदासे. वि इति प्रत्ययविशेष, चिन् इति लुङ् लकारस्य, लन् इति लित् लकारस्य, ङित् इत्यनेन इत्संज्ञक लकारः यस्य वि ङित् इत्यनयोः विषये गुणनिषेध इदानीमपि भवति. चिन् लन् इत्यनयोः विषये वृद्धि इदानीमपि भवति. अन्यत्र सर्वत्र गुणाः भवति एव. अचोन्याति इति च इत्यनयो अपवादः. विश्च चिन् नन् च ङित् च तेषाम् इतरेतरद्वन्द्व विच्छन्नन् लिङ्गत् लिङ्गतः न विच्छन् लिङ्गतः अविच्छनलिङ्गतः तेषु अविच्छनलिङ्गतसु जाग्रः षष्ठ्यन्तम् अविच्छनलिङ्गत्सु सप्तम्यन्तं विदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं जाग्रः गुणः अविच्छनलिङ्गत्सु. अग्रे अहं प्रयत्नं करोमि. गकारः नास्ति भगिनि अत्र. जाग्रो विच्छिन्नल् निप्सु नित् अस्ति, नित् नित् नकारः इत्यस्य सह. जाग्रो विच्छिन्नल् लिङ्गत्सु लिङ् गकारः नास्ति अत्र, कवर्गस्य पञ्चमवर्णः जागृधातोः सामान्यतया जागृधातो गुण भवति अनेन सूत्रेण, किन्तु यदि ये प्रत्ययः तस्य परे अस्ति. सामान्यतया तस्य यदि वि अस्ति, वि इति भवती उक्तवती वर्गे कित् अस्ति वि, वि अन्यत् द्वयोः अन्यत् कित् भूत्वा कितिङिति अनेन गुणनिषेधः भवितुम् अर्हति. अपि चिन् रन् इति लित् अस्ति, वचोञति अनेन वृद्धि भवितुं शक्नोति. किन्तु अनेन सूत्रेण जाग्रो विच्छन लक्ष अनेन सूत्रेण तस्य गुणं भवति अनेन सूत्रेण. यदि यदि एते प्रत्ययाः परे सन्ति साधु, एते प्रत्ययाः सन्ति चेत् गुणः न भवति एतान् विहाय. एतान् विहाय इत्युक्ते अविच्छिन्नल् नित्सु इति अस्ति खलु, न अस्ति नै तत्पुरुषसमासः अस्ति. यदि सो यदि एते विच् इति न सन्ति जागृधातोः तस्य गुणं भवति. सत्यं जागृधाततः यः कोऽपि प्रत्ययः भवतु, परन्तु सः प्रत्ययः वि न भवतु, छिन् न भवतु, नल् न भवतु, नित् न भवतु, एतान् विहाय अन्यत्र सर्वत्र गुणः भवति. अस्तु, इदानीं प्रक्रिया दत्तमस्ति. जाग्रयोगणिच् अचोञनति इति प्रभाद्य जाग्रो विच्छिणलिङ्गत्सु अत्यनेन गुण जागर् योग इ जागरि जागर् इति विजन्त जागरयति. किन्तु अत्र णिच् अस्ति. सो णिच् कारण की रिच् चिण् रन् नास्ति इति भवति. सत्यं, चिन् नास्ति, नल् नास्ति, नित् नास्ति, अपि च वि अपि नास्ति. सो अनेन विहाय गुणः भवति. साधु साधु अचोञ्जनति अनेन सामान्यतया जागार् इति भवति, कारण की आर् इति वृद्धि भवति. इदानीम् अनेन सूत्रेण वृद्धि बाधित्य गुण एवलं भवति. सो अर् आगच्छति तत्र. सो जागर् योग इ भवति. सो जागर् जागरि इति नूतन अतिदेशसूत्रं भवति सनादन्तधातु अनेन धातुसंज्ञा भवति. तदनन्तरं शप् योगति भवति. सो शप् अनेन सार्वधातुक अर्धधातुक सूत्रेण एकार भवति इकारस्य स्थाने. सो जागरे योग योगति तद् एचोवया. तदनन्तरं जागरे योगया एचोवयाव जागरयति अय आदेशः भवति. सो जागरयति इति भवति. अत्र अतिदेशसूत्रम् इत्युक्तं प्रायः भवति अतिदेश अतिदेशिकधातुः इति वक्तुम् इच्छति इति मया बुद्धम्. अस्तु, अतिदेशधातुः भवति धातु आतिदेशिकधातुः भगिनि. अत्र सूत्र जाग्रो अविच्छिन्नलिङ्गत्सु इत्यस्य अत्र पर्युदासे इति किमर्थं प्रयच्छति? पर्युदासः इति तत्र यत्र यत्र नञ् इति तत्पुरुषसमासः अस्ति नञ् अत्र सूत्रे तु अविच्छिन्नल् नित्सु इति अस्ति खलु, अ इति अस्ति खलु, तर्हि न विच्छिन्नल् नित्सु इति नञ् अस्ति. यत्र यत्र नञ् तत्पुरुषसमासः अस्ति नञ् इत्यस्य अर्थद्वयं भवति. पर्युदासः प्रतिषेधः, प्रसज्य प्रतिषेधः इति अर्थः तु अत्र तु पर्युदासः इत्यस्ति. पर्युदासः इत्युक्ते अत्र विच्छिन्नल् नित् एतान् विहाय इत्यर्थः. विचिन्नल् नित् भिन्नः इति अर्थः. इत्युक्ते तादृशप्रत्ययः भवतु यः विचिन्नल् नित् न भवेत् इति अर्थः. धन्यवादः. इत्युक्ते तत्र जागृदातः जागृदातः प्रत्ययः भवेत्, कश्चन प्रत्ययः भवेत्, सः प्रत्ययः विचिन्नल् नित् भिन्नः भवेत् इति अर्थः. भिन्नः किम् यदि वयं वदामः जाग्रधातुः परे विच् लिङ्गत्सु न भवेत्, भिन्न भवेत् यथा तत् भवति पर्युदास. किन्तु यदि अद अन्य अस्ति किं प्रति प्रसज्य अस्ति तद् तत् किं भवति तस्य वाक्यम्? तस्य वाक्यं तु जाग्रदातोः गुणः भवति इति एकं वाक्यं. जाग्रदातोः गुणः गुणः जाग्रदातोः गुणः न भवति विच्छिन् नल् नित् परे. अस्तु, तत् भवति प्रसज्य उपज्य वाक्य. सत्यम्. अस्तु अस्तु, धन्यवादः. तर्हि अग्रे इदानीं सरला भगिनी पठितवती खलु, तर्हि अग्रे भगिनी एक उदाहरणं दीयते भगिनी. अत्रैव तत्र उदाहरणं कृत्वा खलु, जाग्रो विच्छिन्नल् नित्सु एव उदाहरणम् अस्ति. तत्र अविच्छिन्नल् नित् इति अस्ति खलु, अ इति अस्ति खलु. अ इत्यस्य तत्र विग्रहवाक्यं पश्यामः चेत् न इति अस्ति खलु. यथा तत्र धर्मः इति वदामः चेत् तत्र न धर्मः अधर्मः इति अस्ति खलु, नैतत्पुरुषसमासः. एवमेव अत्र न विच्छिन्नल् नित्सु अविच्छिन्नल् नित्सु इति अस्ति. तर्हि तत्र नैतत्पुरुषस्य अर्थः कः अत्र स्वीकृतः इति चेत् पर्युदासः स्वीकृतः. पर्युदासः इत्युक्ते विच्छिन्नल् नित् एते विच्छिन्नल् नित् भिन्नः इति अर्थः. जाग्रदाततः विच्छिन्नल् नित् भिन्नः प्रत्ययः अस्ति चेत् गुणः भवति इति अर्थः. तत्तु विच्छिन्नल् कोऽपि प्रत्यय उपयुज्य अस्ति वा किं विच्छिन्नल् एतानि प्रत्यय उपयुक्त्वा प्रेरणार्थे नास्ति. तत्र अत्र करपत्रे दत्तमस्ति खलु, छिन् इति प्रत्ययः लुङ् लकारे प्रयुक्तः भवति, वि इति प्रत्ययविशेषः अस्ति, नल् इति लिट् लकारे अस्ति, नित् इति नकारस्य इत् संज्ञा. तर्हि तत् यः कोऽपि प्रत्ययः यत्र नकारस्य इत् संज्ञा अस्ति, तर्हि तादृशप्रत्ययान् विहाय अन्यत्र अन्यत्र सर्वत्र गुणः भवति इति अर्थः. अस्तु, अग्रे मणिमहोदय पठति वा. अस्तु महोदय, एकः प्रश्नः. छिन्न लुङ्लकारस्य नल् लिट् लकारस्य नित् अपि नित् समीकारः अत्र गुणं न भवति, परन्तु वि इति धातुः अस्ति अत्र, किं कारणेन? वि इति धातुः नास्ति, प्रत्ययः अस्ति, सः अपि प्रत्ययः एव. वि इति प्रत्ययः अस्ति यत्र यत्र व्याकरणे वि इति प्रत्ययः अस्ति तत्रापि अनेन सूत्रेण गुणः न भवति इत्येव अर्थः. अस्तु अस्तु महोदय, अग्रे पठतु, अग्रे पठतु. दृ नृ जिरु धातवः, इमे त्रयः धातवः मितः अधः उपधायां सिद्धस्य अचः ह्रस्वं भवति अमिदामरसः इति सूत्रेण. दृ भये क्रियादिगणे लटि दृणाति अर्थः विदारयति बिभेते. यदा भयार्थे अस्ति तदा गडादिगणे पठितः अधः निति निचि मिदामरसः इत्यनेन उपधायां सदस्य अचः रस्वत्वम् अधः निचि भये धारयति अन्यत्र धारयति इति रूपं भवति. क्रियादिगणे अर्थम् अस्ति दृ इत्यस्य दिवारयति बिभेते भये भय इत्यस्य अर्थेन अत्र भवति इति दत्तं. गडादिगणे अस्ति दृ धातुः अतः मृदामृसो इत्यनेन बदामृसो इति दत्तं भवति इति दत्तं. तदेव नृ नये क्रियादिगणे लट्टि नृणाति अर्थः टु ब्रिङ्ग् टु लीड्. यदा नयनार्थे प्रपानार्थे अस्ति तदा गडादिगणे पठितः अधः निचि मिदामरसः निचि अधः मिदामरसः इत्यनेन उपधायां सदस्य च दश्वत्वम्, अतः निचि नये नरयति अन्ये अर्थेषु नारयति इति भवति. अर्थः किं महोदय नरयति इति? तत्र प्रापणार्थे इति अस्ति खलु, टु लीड्, प्रापणार्थे अस्ति, नयनार्थे, प्रापणार्थे इति अस्मिन् अर्थे घटादिगणे अस्ति इति कृत्वा मित् अस्ति, अतः ह्रस्वत्वं नरयति इति रूपम्. अन्येषु अर्थेषु नारयति. जिरु, जिरु धातुः दिवादिगणे, क्रियादिगणे, चुरादिगणे च. चुरादिगणे निच् प्रत्ययः वैकल्पिकः इति कृत्वा एकं रूपं भवादिगणः वत्स इत्यतः मादा भवादिगणे अपि इति वदति. लटि जीयति, जीर्यति, जीर्णाति, जरयति, जरति. अर्थः टु ग्रो ओल्ड्, टु पेरिश्, टु बि डिसाल्व्ड् आर् टु डैजेस्टेड्, टु बि डैजेस्टेड्, टु ब्रेक् अप् आर् फाल्स् टु पीसस्. जीनि जुरुष्णो, जुरुष्णु, जुरुष्वन् खनु, खनु इति अस्ति, खनु सुरै, सुरैजो मन्ताश्च. जनि शृण्, शृण्वन् सुरञ्चो अमन्तश्च, सुरञ्चो मन्ताश्च इति सूत्रेण, इति गणसूत्रेण जनि, जिरुष्, क्नुषु, रञ्च् एते चत्वारः धातवः च. येषां धातूनाम् अन्ते अम् इति अंसः इति असः भवति. यदा गम्, रं, नम् येषां धातूनां मित् सम्यक् भवति तदा मिदां रसवचनेन उपधयांसः ह्रस्वत्वं भवति इति भवति. अतः रूपं नरयति, जरयति इति भवति. तदेव अनन्तरं रूपं पठामि महोदय. अत्र स्पष्टमस्ति खलु सर्वेषां कृते, अत्र जृष् इति धातुः अपि तस्मिन् गणे अस्ति, गणसूत्रे अस्ति, अतः अमन् अतः तत्र मित् अस्ति इति कृत्वा तत्रापि उपधायां ह्रस्वत्वं भूत्वा जरयति इति रूपम्. अग्रे धन्यवादः महोदय. वृद्धिः भवति दार् इति योः इ दारि मिदां ह्रस्व इत्यनेन दरि भवति अधः धरयति इति अथवा धारयति अन्यत्र. नृ योः निच् अचो निधि इत्यनेन वृद्धिः भवति नार् योः इ नारि मिदां ह्रस्व इत्यनेन निजन्तधातु नरि भवति. रूपम् अन्तिमरूपं नरयति इति तिङन्तरूपं. जिरु योः निच् अचो निधि इति सूत्रेण वृद्धिः भवति जार् योः इ जारि दां रसः इत्यनेन जरि भवति निजन्तरूपम् अतः जरयति इति तिङन्तरूपं भवति इति दत्तं महोदय. समीचीनं, सम्यक् अस्ति. कोऽपि प्रश्नः वा अत्र? नो चेत् अग्रे गच्छेम. पुष्पभगिनी अग्रे पठति वा? आं भगिनि. स्मृदातुः स्मृ आध्याने द्वादिगणे लटि स्मरति, अर्थः स्मरति, जपं करोति, ध्यानं करोति, अभिलेखे लिखति, स्मृतौ लिखति, उपदिशति, घोषते, पाठयति. आध्यानार्थे अस्ति चेत् मित् अतः निचि मितां ह्रस्वः इत्यनेन उपधायां ह्रस्वः स्वरः ह्रस्वः. आध्यानार्थे स्मृयोगः निच् अकोणि अचोणिति इत्यनेन वृद्धिः, स्मार्योगः इ स्मारि मितां ह्रस्वः स्मरि इति निजन्तधातुः स्मरयति इति पदं लट्लकारपदम्. अपरेषु अर्थेषु स्मृयोगः निच् अचोणिति इत्यनेन वृद्धि, स्मार् योगः इ स्मारि इति निजन्तधातुः स्मारयति. अत्र स्मृधातुविषयं दीयते. अस्तु, वादिगणे लटि स्मरति इति तिष्ठति, अर्थः स्मरति, जपं करोति, ध्यानं करोति, अभिलेखे लिखति. अभिलेखे इति वदनेन अभिलेखे इत्युक्ते तत्र अभि इत्युक्ते मुखस्य पुरतः इति तादृश किमपि अर्थः. अभि लिखति अभिलेखे, हा अस्तु. तस्य पुरतः स्मृतौ लिखति, स्मृतौ विस्मरेण, ऐ मीन् मनसि स्मरेण उपदिशति. अभिलिखति इति लेटर् इत्यपि अस्ति, टु रैट् अपान् एङ्ग्रेव्. ओ ओ ओ अस्तु अस्तु अस्तु. लिखति स्मृतौ लिखति, उपदिशति, घोषते, पाठयति. ते सर्वे अर्थः अर्थानि सन्ति, अर्थाः सन्ति. आध्यानार्थे ये अस्ति चेत् मित् अतः निचिमितां ह्रस्वः इति इत्यनेन उपधायाः स्वरः ह्रस्वः. तदैव एकवारं स्मारयति इति आगच्छति, एकवारं स्मारयति इति आगच्छति. तत् तद् वदनं कथं प्रकृति वदनं प्रकृति भगिनि न तत्र ध्यानार्थे स्मरयति इति रूपम्, अपरेषु अर्थेषु स्मारयति इति रूपम्. अध्ययनार्थे भगिनि, अध्ययनार्थे, अध्ययनार्थे इत्युक्ते ध्यानार्थे. ध्यानार्थे अस्तु अस्तु अस्तु, समीचीनम्. अग्रे अरुणा भगिनी पठतु. आं भगिनि, ऋकारन्तधातूनां पुगागमः ऋगतिप्रापणयोः भवादिगणे लटि रुच्छति, पाग्राद्मास्थाम्नादान् दृशि अर्ति सर्ति सद्द सदां इभ जिग्रधमतिष्ठमन यच्च पश्य रुच्य दौसीयसीदाः इत्यनेन शितिपरे रुस्थाने रुच्छ इति धात्वादेशः भवति. अर्थः गच्छति, गन्तव्यस्थानं प्राप्नोति, लभते, निचि अर्पयति, गमयति, क्षेपयति. तद् ऋकारन्तधातु विषयम् उक्तं. रु इति ऋकारन्तधातु, अत्र गतिप्रापण अर्थः गतिप्रापणयोः भुवादिगणे अस्ति. लट्टि लट्लकाररूपं रुच्यति. अत्र दीर्घसूत्रमस्ति, पाग्रास्थाम्नादान् दृशि अर्ति सर्ति सदा सदां पिब जिग्रधमतिष्ठमन यच्च पश्य रुच्य दौ शीय सीदः सीदाः इति सूत्रेण शितिपरे एव प्रत्ययपरे एव ऋकारस्थाने रुच्छ आदेशः भवति, धात्वादेशः भवति. अर्थ रुच्छ इति अर्थः गच्छति, गन्तव्यस्थानं प्राप्नोति, लभते. निच् प्रयोगं कृत्वा अर्पयति इति अर्थं भवति, गमयति, क्षेपयति अपि. अर्पयति अर्थः गमयति, क्षेपयति. अग्रे तदेव तत्र निच् प्रेरणार्थे निच् विषय सूत्रमस्ति. अर्ति ह्रीव्लीरिग्नुयीष्मायतां पुङ्नौ इति सूत्रेण रुधातोः अपि पुक् आगमः भवति निच् परे. अर्ति ह्रीव्लीरिग्नुयीष्मायताम् इति सूत्रं परिचितं खलु? अत्र अत्र अत्र ऋधातोः कृते कथं तस्य प्रयोगः तदेव अहं पश्यामि. अस्तु, आतां शमी अत्र अर्ति इति दत्तमस्ति खलु, अर्ति एव तत्र ष्टिप् इति प्रत्ययेन निर्दिष्टः अस्ति अयं धातुः. अर्थेव रु अर्ति सूत्रं वर्तते पुगन्तलघुपदस्य च इति सूत्रेण पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्ययपरे. अनुवृत्तिसहितं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रेण उपधातु निच्छति. अत्र सामान्यतया पुक् आगम पुक् पद अस्ति चेत् वृद् गुण एव भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. आं भगिनि. हा सत्यं, यस्य इत्युक्ते सूत्रस्य इदं सूत्रं तु पुगन्तलघुपदस्य च इति सूत्रं खलु. तत्र दलद्वयं वर्तते, यस्य अन्ते पुगन्तम् अस्ति पुक् अन्ते यस्य सः तस्यापि गुणः भवति, अपि च लघुपद अङ्गस्यापि गुणः भवति. इत्युक्ते कार्यद्वयं वर्तते. अत्र तु पुगन्तं यस्य अन्ते पुक् अस्ति तादृश अङ्गस्यापि गुणः भवति इति अत्र दत्तमस्ति. तर्हि अग्रे प्रक्रियायां किम् अस्ति? प्रक्रियायां रुदागः निच् प्रत्ययपदे तद् अत्र तदनन्तरम् अर्ति ह्रि व्लि रि ग्नु युष्मौ इति सूत्रेण पुक् आगम आगच्छति प्रथमं, ततः रु योगः पुक् योगः निच् पुक् अद्यन्तो अन्त आगच्छति पुक् आगम ककार इत्संज्ञा भवति लोपः भवति ततः रु योगः प योगः इ रुप् योगः इ पुगन्तलघुपदस्य इति सूत्रेण गुणः भवति अर्प योगः इ अर्पि इति धातुः सनादन्त्य धातवः इदनेन निजन्तधातुः संज्ञा भवति तद् अर्पि योगः शप् योगः इति अर्पयति इति रूपं निष्पन्नं भवति. हा बहु समीचीनं भगिनि, सम्यक् अस्ति. अस्तु अन्तिमवाक्यमपि पठतु. इति अजन्तधातूनां विशेषनिजन्तरूपाणि अग्रे हलन्तधातूनां विशेषनिजन्तरूपाणि परिशीलयन्ते. सम्यक्. अत्र कोऽपि प्रश्नः वा? नो चेत् अग्रे सरलभगिनी अग्रे नूतनकरपत्रम् उद्घाटयित्वा पठति वा. उद्घाटनस्य प्रश्नं करोमि भगिनि. अस्तु. प्रेणार्थे रिच् विशेषाः हलन्तधातवः. गते करपत्रे प्रेणार्थे रिच् विशेष अजन्तधातवः अवलोकिताः. अधुना विशेष हलन्तधातवः परिशीलनीयाः. एकस्मिन् पाठे यत्र सामान्यरूपाणि दत्तानि तदा विशेषरूपाणि दत्तानि भवन्ति. तत्र केवलं कानिचन विशेष उदाहरणानि इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि तानि सर्वाणि. क्रमेण अष्टाध्याय्यां दीयन्ते सूत्रक्रमाधारेण अत्र उपास्थाप्यन्ते. इतः अग्रे इतोपि विशेषरूपाणि न सन्ति एव. मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिद्ध्यति. यदा तया एका प्रक्रिया पाठ्यते तदा द्विसहस्रं धातून् अवलम्ब्य पाठयति सा. एकोऽपि धातु न अवशिष्यते. अतः कश्चन धातु विशेषेषु नोक्तं चेत् स च धातुः सामान्यः एव, इत्थञ्च मातुः पाठं जानाति चेत् सर्वान् धातून् जानाति. पूर्वं वयं सामान्य प्रेरणार्थे पाठं पठितवन्तः, तदनन्तरं विशेष अजन्तधातव पाठव अजन्तधातव प्रति रिच् रिच् प्रक्रिया रिजन्तप्रकरणं पठितवन्तः. इदानीं विशेषधातु हलन्तधातूना प्रति विशेष धातवः सन्ति तेषां प्रति पठनं भवति. मातुः या प्रक्रिया अस्ति सदैव द्विविभजनं करोति. एकम् अस्ति सामान्य प्रक्रिया, द्वितीयम् अस्ति विशेषरूपाणि. तस्मिन् न केवल विशेषरूपाणि, तत्र अष्टाध्यायी सूत्रस्य क्रमेण धातव दत्तं सन्ति. तस्य प्रक्रिया कथम् आगच्छति इति तस्य अध्ययनं यदि वयं कुर्मः, तत् सर्वे धातव ये द्विसहस्रधातु धातव सन्ति तेषां पठनं सौलभ्यं भवति. कोऽपि धातु वयं न विस्मरामः इति. समीचीनं भगिनि, अग्रे पठतु. अस्तु, अस्मिन् करपत्रे सर्वे धातव हलन्तधातव एव येषां रूपाणि विशिष्टानि. सामान्य हलन्तधातूनां कार्यम् अत्र उपधाया उगन्तलघुपदस्य च इति सूत्राभ्यां सिद्ध्यति. अस्मिन् करपत्रे ये धातवः पठिताः तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशाः च सन्ति, यथा अजन्तधातूनां स्थितिः. अस्मिन् पाठे वयं हलन्तधातव तेषां प्रति विशिष्टानि के कार्याणि सन्ति ते तस्य अध्ययनं कुर्मः. सामान्य वयं सूत्राणि पूर्वं दृष्टवन्तः. अत्र उपधाया पुगन्तलघुपदस्य च हलन्तधातवः अस्ति, तेषां प्रति कार्यं भवति. इदानीं ये विशिष्टधातवः सन्ति तेषां प्रति के विशिष्ट आगमः वा आदेशाः सन्ति तेषाम् अध्ययनं कुर्मः. इत्युक्ते आहत्य तत्र अत्र निजन्तप्रसङ्गे तु केवलं त्रीणि एव सूत्राणि, अचोयणिति, अतुपदायाः, पुगन्तलघुपदस्य च. अचोयणिति इति अजन्तधातूनां कृते अचोयणिति, हलन्तधातूनां कृते पुगन्तलघुपदस्य च, नो चेत् अतुपदायाः, अतोपदायाः. उपदायाम् इक् वर्णः अस्ति चेत् लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च, उपदायां ह्रस्वकारः अस्ति चेत् अतोपदायाः. अन्यत्र सर्वत्र किमपि कार्यं नास्ति. अस्तु अस्तु, तर्हि अत्र मणिमहोदय अग्रे पठति वा? पठामि महोदय. धात्वादेशः निचि परे के धात्वादेशः भवन्ति इति अत्र सूच्यते. प्रक्रिया एवमस्ति यत् धातोः पूर्णतया आदेशः अस्ति तदा हलन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः मितः भवति. सप्तम अध्यायस्य तृतीय पादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयान्ति. अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमः, तदा क्रमेण हलन्तधातूनां धात्वादेशः. गतपाठे अजन्तधातूनाम् एते आगमः प्रदर्शिताः. अत्र निचिपरे के धातवः भवन्ति इति अत्र पश्यामः इति दत्तं, सूचितम् इति दत्तम्. प्रक्रिया एवमस्ति, धातोः पूर्णतया आदेशः वा अथवा अलङ्कस्य वा, अत्र अपि पूर्वतन अपि भवितुमर्हति, परन्तु अत्र अलङ्कस्य इत्यनेन अन्तिमवर्णस्य स्थाने एव आदेशः भवति इति दत्तं. कुत्र भवति इति सप्तमाध्याये तृतीयपाठस्य पाठस्य अत्र दत्तमिति. अनन्तरं इदानीम् अत्र सर्वे, एकक्षणं महोदय, सर्वे तत्र अष्टाध्यायाम् एकवारं पश्यामः. अत्र 25-100 पृष्ठे 1-5 इति पृष्ठे सूत्राणि सन्ति. महोदय, मम कृते पुस्तकं नास्ति अन्यत्र. तर्हि हा शृणो, केवलं शृणोतु तर्हि. तर्हि अत्र 125 नौ परतो विधयः इति अस्ति. नौ परे अस्ति चेत् तत्र सूत्राणि कानि इति दत्तानि इति यावत् प्रथमं सूत्रमस्ति तत्र अर्ति ह्री व्ली री क्नुयि श्माया तं पुग्नौ इति सूत्रम् अस्माभिः पठितमेव. तत्तु पुगमागमः भवति एतेषां परिगणितानां धातूनां कृते अपि च आकारान्तधातूनां कृते पुक् आगमः भवति इति प्रथमं सूत्रम्. तदनन्तरं अत्र शाचा साह्वा व्या वेपां युक् इत्यनेन एतेषां परिगणितानां धातूनां पुगागमः प्रबाद्य युक् आगमः भवति निच् प्रत्यये परे इति अपि वयं दृष्टवन्तः. अनन्तरं तत्र वो विदूनने जुक् इति सूत्रेण वै इति धातुः कम्पनार्थे अस्ति, तस्मिन् सन्दर्भे जुक् इति आगमः भवति कम्पनार्थे. अनन्तरं लीलोर्नुग्लुका वा अन्यतरस्यां स्नेहविपातने इति अस्ति, स्नेहविपातनार्थे विकल्पेन ली धातोः नुक् आगमः भवति, ला धातोः लुक् आगमः भवति इति वयं दृष्टवन्तः. लीनयति लालयति इति एतादृशरूपाणि. तदनन्तरं बियोहेतुभये शुक् इति सूत्रेण भी धातुः धातोः प्रयोजकात् साक्षात् भीतिः अस्ति चेत् शुक् आगमः भवति, अतः भीषयति इति रूपं वयं दृष्टवन्तः तत्र विशिष्टाजन्तधातूनां विषये. अधुना अत्र त्रीणि सूत्राणि सन्ति हलन्तधातूनां विषये, स्पायोवः इति अग्रे पश्यामः, अपि च शदेरगतौ तः इति अपि सूत्रं, गृहः पो अन्यतरस्याम् इति. अत्र सर्वाणि सूत्राणि अत्रैव दत्तानि. स्पायोवः इति सूत्रं दात्वादेशः अस्ति, स्पाय् धातोः अन्तिमवर्णस्य स्थाने वकारादेशः भवति. शदेरगत अगतौ तः इति सूत्रेण षद् धातोः षदल्ृ इति धातोः अगत्यार्थे तत्र दकारस्य स्थाने तकारादेशः भवति. अग्रे रुहः पो अन्यतरस्याम् इत्यनेन रुह् धातोः हकारस्य पकारादेशः विकल्पेन भवति इति अत्र सर्वाणि सूत्राणि अत्रैव सन्ति. अस्तु, तर्हि अत्र अग्रे पुष्पभगिनी पठति वा स्पाय् धातुः? आं भगिनि. स्पाय् वादिगणे लटि स्पायते अर्थः स्थूलः भवति. स्पायो वः निचि प्रत्यये परे स्पाय् धातुः धातोः स्थाने व आदेशः भवति. अलोन्त्यस्य इत्यनेन अन्तादेशः स्वायः षष्ट्यन्तं वः प्रथमान्तं द्विपदनिमित्तं सूत्रम् अर्थ्रीलीक्ष्मयातां पुङ्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं स्वायः वः नौ. स्वाय् हेतुमपि च इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्वाय् योगः निच् स्वाय् योगः निच् स्वायो वः इत्यनेन स्वाय् धातोः वकारादेशः स्वाव् योगः इ स्वावि सनाद्यन्ता दातवः इत्यनेन स्वावि इति निजन्तस्य दातसंज्ञा स्वावि योगः शप् योगः इति स्वावयति. अस्तु, अत्र स्वाय् इति धातु विधानं कृतं. स्वाय् वादिगणे अस्ति, लट्लकारे स्वायते इति आत्मनेपदी, अर्थः स्थूलः भवति इति. स्वायो वः सप्तम अध्याये तृतीय पादे कुत्र संख्या त्यजतु भगिनि समयः इदानीं समयः जायते अत्र इतोपि एकं सूत्रं पठनीयं स्थाने व आदेशः भवति अत्र निचिप्रत्यये परे स्वाय् धातोः स्थाने वा आदेशः भवति इति वदति अलन्त्यस्य इत्यनेन अन्तादेशः भवति अन्ते आगच्छति स्वाव् इति अतिह्रीली नुयि क्षम्यतां पुङ्णौ इत्यनेन नव् नव् इत्यस्य अनुवृत्तिः अत्र नकारः निचि इति प्रत्यये परे अस्तु न स्वायः वः नौ अनुवृत्तिसहितसूत्रम् अत्र स्वाय् हेतुमति च इत्यनेन प्रेषणादौ प्रयोजकव्यापारे प्रेषणादौ वाक्ये धातोः अत्र एक एव न तदेक एव तत् हेतुमति च कार्यं करोति इति तत् दीयते अस्तु अस्तु निचि निच् धातोः निच् स्वाय् योगः निच् अत्र स्वायोः सूत्रं कार्यं करोति स्वाव् योगः इ योगः अत्र स्वावि इति नूतनाङ्गं तत्तु सनादयन्तादातवः इत्यनेन स्वावि इति निजन्तद निजन्तस्य दातुसंज्ञा अस्ति स्वावि योगः शप् योगः इति स्वावयति तत्तु आकर्षति समीचीनं भगिनि सम्यक् इदानीं वदतु तत्र सूत्रसङ्ख्या वदतु वक्तुमिच्छति खलु एकं वदतु अस्तु एक चत्वारिंशत् अग्रे षड् षड्विंशति न षट्त्रिंशत् षट्त्रिंशत् षट्त्रिंशत् हेतुमति च इति वा हेतुमति च हा षड्विंशतिः हा समीचीनं हा तृप्तिः अस्ति वा इदानीं अग्रे वयं गच्छामः अस्तु अस्तु समीचीनम् अस्तु अरुण भगिनी अग्रे आं भगिनि द्वितीयबिन्दु षद् धातुः षद् भवति गणे लटि षदति अर्थः गच्छति पतति प्रेरणार्थे गमयति पातयति इत्यर्थः तदर्थं षद् धातुः भवादिगणे अस्ति लट्लकाररूपं गच्छति पतति अर्थः समितं लट्लकाररूपं षदति अर्थः गच्छति पतति प्रेरणार्थे अर्थः गमयति पातयति इति रूपम् इत्यर्थः सूत्रमस्ति षदेर् षदेरगतौ तः षद् धातोः तकार आदेशः भवति निच् परे अगत्यर्थे न गतिः अगति गतिः तस्याम् अगतौ अलोन्तस्य इत्यनेन अन्तादेशः सदेः षष्ट्यन्तम् अगतौ सप्तम्यन्तं तः प्रथमान्तं तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति अर्ति ह्रीव्लीरिग्नुयीष्मययातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं षदेः तः नौ अगतौ षद् धातु प्रेरणार्थे निजन् प्रक्रियायां सूत्रमस्ति षदेर् अगत् षदेरगतौ तः इति सूत्रं किं वदति सूत्रं किं कार्यं करोति इति क्षम्यता चेत् निष्प्रत्यये षड् धातोः निष्प्रत्यये परे तकार आदेशः भवति. कुत्र भवति इति अलोन्तस्य परिभाषस्य अनुभूतिसहितं सदेः तः नौ आगतौ अगतौ अगतौ इत्युक्ते न गतौ अगतौ न गतौ अगतौ. यदि अलोन्त्यस्य इति नास्ति चेत् अत्र कः क्लेशः? अलोन्त्ये पूर्णतया सद्धातुः ता एव आगतः. हा समीचीनं, बहु समीचीनं. तर्हि इदानीम् अलोन्त्यस्य इत्यनेन अन्तादेशः. अग्रे पठतु. अत उपादायाः वृद्धिः निति पटीयपरे अत्र षड् धातु अत्र प्रथमं षड् निच् प्रत्ययपरे तकार सत् आगच्छति. अत्र तकार अकार उपदा अस्ति, उपदा गुण वृद्धिः भवति अत उपादायाः इति सूत्रेण नित् प्रत्ययपदे. अगत्यर्थे षड् षड् धातु प्रथमं हेतुमति च इति सूत्रेण निच् प्रत्यय आगच्छति. तदनन्तरं षदेरगतोतः इति सूत्रेण षत् योगः दकार तकार आदेशः भवति अन्तवर्ण स्थाने षत् योगहि. अत उपादायः सूत्रेण उपदा वृद्धिः भवति, शाति इति रूपं भव शात् योगहि शाति इति. यजन्तधातुः सनाद्यन्तव दातव सनाद्यन्त दातवः इति सूत्रेण नूतनधातु तत् तिङ्प्रत्ययोजनेन शातयति इति रूपं भवति. समीचीनं भगिनि, सम्यक् अस्ति, समीचीनं. तर्हि अत्र वस्तुतः षदेरगतौ तः अपि च अतुपदायाः तयोः मध्ये किं प्रथमं भवेत्? किं पुनः वदतु भगिनि. अत्र षद्योगः निच् इति अस्ति, तत्र षदेरगतौ तः इति सूत्रस्य प्रसक्तिः, अतुपदायाः इत्यस्य अपि प्रसक्तिः, तयोर्मध्ये कः किं सूत्रं प्रथमं भवेत्? प्रथमं तकार आदेशः एव प्रथमं भवति. हा किमर्थं? तत्र सूत्रं कार्यं न करोति, अत्र रूपं सम्यक् न भवति, सदति एव भवति. इत्युक्ते तत्र अपवादः इति वक्तुमिच्छति वा अत्र? यतोहि यतोहि अतुपदायः इत्यस्य कार्यानन्तरमपि कर्तुं शक्नोति, कार्यं करोति अर्थभेदः निष्पन्नार्थं न. तदानीमपि गत्यर्थः इति अगत्यर्थः इत्येव अर्थस्य भेदः न भवति. अतुपदायः इत्यनेन वृद्धिः भवति चेदपि अगत्यर्थे एव अस्ति, अतः अर्थभेदः नास्ति. तदानीमपि श्रदेरगतौ तः इत्यस्य कार्यं भवितुमर्हति, अतः निरवकाशत्वम् इति वक्तुं न शक्यते. तर्हि अत्र परसूत्रम् इति कृत्वा प्रथमं कार्यं करोति. तयोर्मध्ये श्रदेरगतौ तः इति परसूत्रम्, अतः तस्य कार्यं प्रथमम् इति चिन्तयितुं शक्नुमः. भगिनि अपि अतोपदाय नित्यसूत्रं भवति वा न? अतुपदाय न, षदेरगतौ इति सूत्रमपि वस्तुतः षदेरगतौ इति सूत्रमपि अनन्तरं कार्यं कर्तुं शक्नोति. अतः यद्यपि वयं वर्गे तु परसूत्रबलेन एव कार्यं करोति, नित्यसूत्रम् इति न वक्तुं शक्नोमि इति वदामः, परन्तु वस्तुतः तत्र मतभेदाः सन्ति, तथा चिन्तय न चिन्तयामः. अन्यत्र यथा मया दृष्टम् अन्यत्र परसूत्रमस्ति चेदपि नित्यसूत्रम् इति वक्तुं शक्यते. अस्तु, अतः तत्र षदेरगतौ इत्यस्य अपि कार्यं भवति खलु, अतुपदायाः इत्यस्य अनन्तरं तस्यापि कार्यं भवति, परन्तु यथा भवती वदति अत्र पूर्वसूत्रम् अतुपदायाः इत्यस्य कार्यं पूर्वमपि भवति परमपि भवति इति कृत्वा नित्यसूत्रम् अतः तस्य कार्यं प्रथमं भवतु इति चिन्तयितुं शक्नुमः यथा वर्गे वयं चर्चितवन्तः, परन्तु तथा न प्रदर्शितं खलु अत्र. तस्मिन् विषये मम किञ्चित् किं वदामि, सम्पूर्णतया अङ्गीकारः नास्ति. यतोहि अन्यत्र यथा मया दृष्टं तत्र परसूत्रस्य नित्यबलेन कार्यं भवति, यथा मया दृष्टं कुत्रचित् भाष्ये अपि तादृशप्रदर्शनमस्ति. यद्यपि परसूत्रं तथापि नित्यरूपेण तस्य परत्वात् नित्यत्वात् इति वदामः, तर्हि किमर्थं तथा वदामः इति अपरस्मिन् दिने चर्चां कुर्मः. अधुना भवती एव गत्यर्थे पठतु भगिनि. हेतुमति च षड् अरुणा भगिनी, धन्यवादः भगिनी, अहं सरला भगिनी उक्तवती, क्षम्यतां. धन्यवादः, चिन्ता मास्तु. सरला भगिनी, षदेर गतौ तः अनेन दकारस्य स्थाने तकार आगच्छति, षत् योग इ अत् उपधायाः इत्यनेन उपधा वृद्धि शापि इति ऋजन्तधातु शापयति. षद् इति धातु अस्ति, तद् हेतु अग्रे गत्यर्थे क्षम्यतां, गत्यर्थे षड् योगानि षड् योग इ अत् उपधाया इत्यनेन उपधा वृद्धि शादि इति विचन्त शादयति. यदि गत्यर्थे वयं षड् तस्य उपयोगं कुर्मः तत्र केवलं तस्य धातोः आदेशेन भवति, षदे गतो तस्य प्रसक्तिः न भवति, केवलं सामान्यतया रिच् आगत्य षद्युग इ तदनन्तरम् अतोपधायाम् उपधायां ह्रस्वकारस्य तस्य वृद्धिः भवति, तु शाति इति नूतनधातुः अतिदेशधातुः संज्ञादन्तधातुः इति संज्ञा, तदनन्तरं ऋजन्तधातुः अनेन तस्य ऋजन्तधातुः शप् योग ति आगच्छति, सार्वधातुकार्धधातुनि शादे, तदनन्तरम् अयादेश शादयति इति भवति. हा, समीचीनं भगिनि. तर्हि अगत्यर्थे शातयति इति रूपं, गत्यर्थे शादयति इति रूपं खलु. आम्, अस्तु अस्तु. तर्हि एतावदेव वयं पठितवन्तः खलु वर्गे. आम् आम् आम्. हा, अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.